गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं तत्र कारणानि तेषां प्रभेदानि इत्युक्ते किम् आधारीकृत्य अत्र कारणस्य कारणानां भेदः कृतः विभजनं कृतः इत्यस्मिन् विषये चिन्तनं जायमानमस्ति. तत्र प्रथमविधम् अस्ति आधारं स्वीकृत्य इत्युक्ते सम्बन्धं स्वीकृत्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति. असमवायिकारणे अपि द्विविधम् अस्ति, प्रथमविधः असमवायिकारणं द्वितीयविध असमवायिकारणम् इति. द्वितीयविध असमवायिकारणे अपि द्वैविध्यमस्ति, तत्र कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः, नो चेत् कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः. तदनन्तरं द्वितीयविधं फल उपाधान फल उपाधानत्वं स्वरूपयोग्यत्वम् इति, तदाधारीकृत्य कारणस्य भेदः कृतः विभजनं कृतं. तृतीयमस्ति विद्यमानस्य ततः कारणता, अनन्तरं ज्ञायमानस्य ततः कारणता. तत्रैव स्मः. तत्र अस्माभिः किं चिन्तितम् इत्युक्ते अरण्ये तत्र वृक्षाः सन्ति, वृक्षाः कुतः उत्पद्यन्ते इति चेत् बीजेभ्यः उत्पद्यन्ते. किन्तु तत्र बीजे कारणता अस्ति इति अस्माकं ज्ञानं नास्ति चेदपि बीजात् वृक्षः उत्पन्नं भवत्येव. इत्युक्ते बीजे विद्यमानकारणता अस्माकं ज्ञानस्य अधीना नास्ति, तादृशकारणता यत्र अस्ति तत्र तु इदानीं विद्यमानसतः कारणता इति वक्तुं शक्यते. तत्रापि ग्रन्थकारेण स्पष्टीकृतमासीत् ईश्वरज्ञानं सर्व यत्र अरण्ये उत्पद्यमान बीजस्य वृक्षस्य कारणं तत्र साधारणकारणमस्ति ईश्वरीयज्ञानं. तर्हि ईश्वरीयज्ञान अधीनास्ति इति न वक्तव्यम् इति अपि तत्र स्पष्टीकृतम् आचार्येण. अस्तु, तद् इदानीं ज्ञायमानस्य ततः कारणता इत्यस्मिन् विषये किञ्चिदिव चिन्तितम् आसीत् अस्माभिः. तत्र किमुक्तम् आसीत्, अनुवृत्त्यादि तदन्त्या च कारणता सा ज्ञाने इति सम्भवति. संस्कारनिरूपणावसरे अनुवृत्त्युपादः शाब्दबोधोत्पादश्च दर्शितः. पर्वते वह्निः अस्ति परन्तु न ज्ञायते, धूमस्तु दृश्यते, तयोः अस्ति कश्चित् सम्बन्धः व्याप्त्याख्यः. येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन व्याप्तिः स्मर्यते. तर्हि धूमे धूममेव धूमं दृष्ट्वा अग्निः वर्तते इति अनुमानं कुर्मः. तर्हि अत्र अग्नेः अनुमानस्य कारणं पर्वते अग्निः अस्ति वह्निः अस्ति इति तस्य हेतुः इत्युक्ते कारणं धूममस्ति. किन्तु धूम अग्न्योः मध्ये यदा तत्र व्याप्यव्यापकभावः अस्ति इति ज्ञानं नास्ति तर्हि धूमे अग्निं प्रति कारणता एव न जायते. तादृशकारणता अस्माकं ज्ञानाधीना इति अत्र उक्तं, तावदेव उक्तं, तस्मिन् विषये चिन्तितम्. अस्तु, इदानीम् अग्रे पठनीयं. तस्मात् पूर्वं गृहपाठः आसीत्, तत्र स्वरूपयोग्यत्वस्य प्रयोजनं किम् इति चिन्तयन्तु इति केवलं पुनस्मारणार्थं मया उक्तमासीत्. तदनन्तरं सप्तम सप्तमसाधारणकारणे ईश्वरे अन्यथा सिद्धत्वं भवति वा इति चिन्तयन्तु इति मया प्रार्थितमासीत्. तस्मिन् विषये केनापि चिन्तितं वा? ईश्वरः अन्यथा सिद्धः भवति वा? अस्तु, केनापि न चिन्तितं चेत् यदा समयः लभ्यते किञ्चित् चिन्तयन्तु, तदा अन्यथा सिद्धत्वस्य सिद्धान्ते अपि गभीरबोधः जायते. अस्तु, स्वामिमहोदयं प्रति एक गृहपाठं मया दत्तम्, एकः घटः इति ज्ञाने कानि कारणानि इति भवता कृतं किं महोदय? महोदय, किञ्चित् कृतं महोदय. न, किञ्चित् इत्युक्ते कियत् कृतं? तत्र स्प्रेड्शीट् मध्ये एव कृतं वा? स्प्रेड्शीट् मध्ये कृतं महोदय. तर्हि अवशिष्टमस्ति किं? सर्वे कारणाः न कृतम् इति मन्ये महोदय. सर्वाणि कारणानि, सर्वाणि कारणानि न भवतु. तर्हि तत्र अग्रिम सप्ताहे इतोपि चिन्तनं कुर्मः. किमर्थम् इत्युक्ते अत्र सम्बन्धः कः इत्यस्मिन् विषये किञ्चित् इतोपि किञ्चित् बोधः जायते, तदनन्तरं तस्मिन् विषये परिशीलनं कुर्मः, किन्तु निश्चयेन परिशीलनं कुर्मः इति कृत्वा कृपया समापयतु तत्. अस्तु, अग्रे पठेम इदानीं. भवानेव आरब्धं करोतु स्वामिमहोदय. तथा हि इति अस्ति खलु 156 पेज् मध्ये. आं महोदय, ज्ञायमानस्य सतः कारणता. आम्, तत्र प्रथमपङ्क्तिः पठितमासीत्, तर्हि द्वितीयपङ्क्तिम् आरभ्य. तथा हि कश्चित् पुरुषः हस्तिनम् अस्थिपकं च उद्याने पश्यति. हस्तिपकम् इत्युक्ते किम्? महौत् इति. सत्यं सत्यं, यः पुरुषः हस्तेः पालनं करोति सः एव हस्तिपकः. अस्तु, अग्रे. ततः अन्यदा उद्याने गतः सन् हस्तिपकमेव पश्यति. द्वौ सम्बन्धिनौ हस्तिपकौ, तयोः एकं हस्तिपकं सः आद्राक्षीत्. तेन एकसम्बन्धिनः दर्शनेन अपरसम्बन्धिनः हस्तिनः स्मरणं तस्य उत्पद्यते. एवमेव अनुमानस्थलेऽपि धूमः एकः सम्बन्धी. महोदय, तत्र तावत् वदतु प्रथमं, तदनन्तरम् एवमेव इति अग्रिमं. महोदय, तत्र एकम् उदाहरणं दत्तं महोदय. हस्तिः हस्तिपकः उद्याने यदा ते चरतः तौ चरतः पुरुषः कश्चन पुरुषः दृष्टं तौ स्तः अत्र इति. कानिचित् कदाचन समयानन्तरं सः वृक्षः किमपि तत्र ओब्स्ट्रक्षन् अस्ति प्रायः, सः केवलं हस्तिपकः एव द्रष्टुं शक्यते. किन्तु पूर्वं यदा सः दृष्टं हस्तयोः उपरि एकः पुरुषः अस्ति हस्तिपकः, अतः इदानीं सः अनुमानेन ज्ञातं तत्र हस्तः अपि अस्ति, हस्तिः अपि अस्ति. तादृश अनुमानस्य कारणं किम्? पूर्व स्मृति न, तयोः मध्ये सम्बन्धः अस्ति खलु. हस्तिपकः किमर्थं तस्य नाम हस्तिपकः इति? नाममेव सूचयति सम्बन्धः. हस्तेः परिपालनं यः करोति सः एव हस्तिपकः खलु? सत्यं महोदय. तर्हि तत्र सम्बन्धज्ञानमस्ति. तदेव कारणम् इत्युक्ते अत्र हस्तिपकः अस्ति चेत् अत्र हस्तिः अपि भवेत् इति तादृशसम्बन्धस्य सम्बन्धज्ञानस्य अधीना अस्ति एतादृश अनुमानं. तत्र हस्ति अपि भवेत् इति अनुमानस्य कारणमस्ति अत्र सम्बन्धः, तयोः मध्ये सम्बन्धज्ञानं विना अत्र हस्तिः अस्ति इति ऊहां न कर्तुं शक्यते खलु, यद्यपि हस्तिः प्रत्यक्षेन न दृश्यते। सत्यं महोदय। अस्तु अग्रे एवमेव महोदय, किन्तु सः निश्चयेन वक्तुं न शक्यते इत्युक्ते कदाचन सः हस्तीपकः युक्तः अस्ति कदाचन भवतु, अत्र केवलम् उदाहरणत्वेन दत्तम् इत्युक्ते सर्वदा एतादृशमिति नास्ति, केवलं प्रतिपादनार्थम् उक्तं महोदय। अस्ति अस्ति सम्बन्धः कारणं तत् महोदय, हस्ति हस्तिपकः कारणं न, हस्ति हस्तिपकयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानं कारणं भवति अनुमानस्य महोदय। सम्बन्धः तु अस्ति, तत्र अस्माकं ज्ञानं नास्ति, तत्र सम्बन्धस्य विषये ज्ञानं नास्ति, तदा एतादृश अनुमानं न कर्तुं शक्यते खलु। आं महोदय, इति एव उक्तम् अग्रे। एवमेव अनुमानस्थलेपि धूमः एकः सम्बन्धी, अपरस्तु वह्निसम्बन्धः व्याप्तिरूपः। अग्रे अपि पठामि वा महोदय? तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन वह्निव्याप्तरूपव्याप्तिरूपसम्बन्धस्य स्मरणं भवति, यत् ततः परं परामर्शाख्यं ज्ञानम् उत्पद्यते, यस्य तत्त्वं तत्त्वमनुमानप्रकारणे निरूपयिष्यामः। परामर्शोत्तरं च वह्नेः अनुमिति कृत्युत्पद्यते। अनुमिति ज्ञानं कथम् उत्पद्यते इति किञ्चित् द्रष्टं दत्तं महोदय तत्र। अत्र उदाहरणमस्ति धूमः वह्निः, धूमः सम्बन्धि, वह्निः सम्बन्धः, तदपि किमर्थं सम्बन्धः इति वदति, द्वयमपि सम्बन्धी अस्ति खलु, द्वयोः मध्ये एव सम्बन्धः वर्तते, द्वयमपि सम्बन्धी सम्बन्धिनौ। धूमः वह्निः मध्ये सम्बन्धः, तद् यथा गजस्य हस्तिः हस्तिपकः मध्ये सम्बन्धज्ञानमस्ति, तथैव धूमवह्न्योर्मध्ये सम्बन्धं स्मरणं भवति। स्मरणम् इति एकविध ज्ञानमस्ति खलु, स्मरणं ज्ञानं महोदय। परामर्शः अनुमानं, परामर्शः इति पञ्च अवयवाः ये सन्ति, ततः ज्ञानम् उत्पद्यते, तत् ज्ञानमेव अनुमितिः। सत्यं, तर्हि आशयः कः, किमर्थम् एतत् सर्वम् उक्तम्? सम्बन्धं भवेत्, परामर्शः इति प्रक्रिया भवेत्, तदनन्तरं अनुमितिः इति ज्ञानम् उत्पद्यते। न, अत्र प्रसङ्ग प्रकृतविषये किमर्थम् एतत् सर्वम् उक्तम्? कस्मिन् विषये चिन्तयन्तः स्मः वयम्? सम्बन्धः महोदय, न अत्र शीर्षकं किं महोदय, पाठस्य शीर्षकं किम्? ज्ञायमानस्य सतः कारणता। हा, तर्हि अस्मिन् पाठे एतत् सर्वं किमर्थम् उक्तम्? तत् मया सम्यक् न बुद्धं महोदय। हा, इति मम किमर्थम् अत्र ज्ञायमानस्य सतः कारणता? अस्तु, मेहुल् महोदय किञ्चित् प्रतिपादयतु। अस्ति, अत्र पर्वतवह्निः इति उदाहरणे वयं धूमः वह्न्योः उदाहरणे वयं दृष्टवन्तः, तत्र कश्चित् सम्बन्धः व्याप्त्याख्यः, यदा पुरुषेण तत् सम्बन्धः अवगच्छति चेदेव सः तत् तस्य वह्निः विषये अनुमानं कर्तुं शक्नोति तथैव अत्रापि एकसम्बन्धिनः दर्शनेन इत्युक्ते अत्र हस्तिपकम् अथवा हस्ति एकयोः दर्शनं भवति एकस्यापि दर्शनः भवति चेत् अपरसम्बन्धिनः इत्युक्ते अत्र अपरसम्बन्धिनः इति अस्ति हस्तिनः यदा हस्तिपकम् इति द्रक्ष्यामः चेत् हस्तिनः इति हस्तिः इति अपरसम्बन्धिनः भवति तस्य स्मरणम् उत्पद्यते कथम् उत्पद्यते तर्हि ज्ञायमानस्य सतः कारणता इत्यनेन एव अत्र हस्तिः अपि च हस्तिपकयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानेन एव तस्मिन् यः सम्बन्धः तयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानेन एव अत्र अनुमानं कर्तुं शक्नुमः अस्तु अत्र हस्तिपकम् अस्ति चेत् हस्तिः अपि कुत्रचित् समीपं कुत्रचित् भवति इति अनुमानः कर्तुं शक्नुमः तत् अनुमानं कथं भवति इत्युक्ते यः कारणता अस्ति तेन एव न्यायमानस्य ततः कारणता अस्ति तेन एव तत् अनुमानं कर्तुं शक्नुमः यतः अनुमिति इति उत्पद्यते स्मरणम् उत्पद्यते तदेव महोदय अत्र इतोपि किञ्चित् स्पष्टतया वक्तव्यमस्ति अत्र कारणं किं कारणता विषये एव चिन्तनम् इदानीम् अस्माकम् इतोपि किञ्चित् उपरि चिन्तयामश्चेत् कारणस्य वैविध्यं तत्र विभजनं किम् आधारीकृत्य कृतम् इति एव दृष्टमस्ति खलु तर्हि अत्र कारणं प्रथम इदानीं हस्तिपक हस्ति तस्मिन् उदाहरणे कारणं किम् हस्तिपकः अस्ति हा तत् तद् उदाहरणे कारणमस्ति हस्ति अथवा हस्ति अपि च हस्तिपकयोः मध्ये यः सम्बन्धः अस्ति तदेव कारणं नास्ति पूर्वस्मिन् उदाहरणे अपि धूमवन्नयोः मध्ये यत् व्याप्त्याख्यः सम्बन्धः अस्ति कश्चित् सम्बन्धः अस्ति तेन एव तस्य ज्ञानेन एव तस्य ज्ञानेन एव किं तस्य ज्ञानेन एव यदा धूमः इति पश्यामः चेत् अस्तु तर्हि तत्र वह्निः अपि अस्ति इति अनुमानं कर्तुं शक्नुमः अस्तु सत्यं किन्तु अस्मिन् प्रसङ्गे एतत् सर्वं किम् उक्तम् इत्युक्ते अत्र कारणता ज्ञायमानस्य ततः कारणता तर्हि अत्र कारणं किं कारणे एव कारणता भवति खलु कारणे कारणता भवति सा कारणता ज्ञानाधीनास्ति इति वक्तव्यं तर्हि कारणं किम् इति प्रथमं वदतु अस्तु अस्तु हस्ति कारणं किम् इत्युक्ते हस्तिपकम् अस्ति चेत् हस्तिः अपि तत्र भवति इति ज्ञानम् इति अनुमानम् इति एव कारणं न कारणं किम् अत्र अनुमानं कारणं नास्ति अनुमानं फलमस्ति फलमस्ति तर्हि सम्बन्धः इति कारणं नास्ति हस्ति हस्तिपकयोः मध्ये सम्बन्धः इति कारणं नास्ति वा अत्र अस्तु किं दृष्ट्वा कस्य अनुमानं कुर्मः यदा हस्तिः इति दृष्ट्वा कुत्रचित् हस्ति दृष्ट्वा हस्तिपकस्य विषये अनुमानं भवति एवम् एव विपरीतरीत्या स्वीकुर्मः हस्तिपकं दृष्ट्वा हस्तेः अनुमानं भवति हा हस्ति अस्ति इति अनुमानं कुर्मः खलु आं सत्यं तर्हि हस्तिपकं दृष्ट्वा हस्ति अस्ति इति अनुमानस्य तर्हि हस्तेः अस्तित्वस्य कारणमस्ति हस्तिपकः खलु आम् आम् सत्यं तर्हि हस्तिपकः कारणम् हस्तिपके कारणता अस्ति सा कारणता कदा आगच्छति यदा मयि हस्ति अपि च हस्तिपकयोः मध्ये सम्बन्धः यदस्ति तस्य ज्ञानमस्ति तदेव गते वर्गेपि मया उक्तम् इत्युक्ते मम पौत्रः अस्ति अहमपि अस्मि आवयोः पुरतः तत्र पर्वतः अस्ति तत्र द्वयोः पर्वते विद्यमानद्रूपं दृश्यते प्रत्यक्षेन दृश्यते अहमपि पश्यामि धूमं सः अपि पश्यति धूमं किन्तु मया एव अत्र वह्निः अस्ति अनुमानं कर्तुं शक्यते, तेन न कर्तुं शक्यते. यद्यपि धूमं द्वयोः प्रत्यक्षगोचरमस्ति, तथापि मया एव पर्वते वह्निः अस्ति इति अनुमानं कर्तुं शक्यते, मम पौत्रेण न कर्तुं शक्यते. किमर्थम् इति चेत् सः केवलं धूमं पश्यति, धूमं कारणम् इति सः न पश्यति. किमर्थम् इति चेत् धूमे कारणता किमर्थं तेन न दृष्टम् इति चेत् अत्र वह्निधूमयोः मध्ये यः सम्बन्धः, व्याप्यवापकसम्बन्धः अस्ति, तत् तेन न ज्ञातम्. तर्हि यस्मिन् तादृशसम्बन्धज्ञानमस्ति तेन एव एषः कारणम् एतत् कारणम् इति ऊहां कर्तुं शक्यते. तत्र न ऊहामिति नास्ति, कल्पयितुं शक्यते कारणता. अनुमानं कर्तुं शक्यते, हा न अनुमानम् इति भिन्नवार्ता. इत्युक्ते धूमः कारणं किं प्रति? वह्निं प्रति कारणं. वह्निं प्रति कारणम् इत्युक्ते धूमात् वह्निः जायते इति नास्ति, वह्निः अनुमानं प्रति धूमः कारणं. धूमः एव हेतुः अस्ति खलु. धूमः इति हेतुं दृष्ट्वा वह्नेः अनुमानं कुर्मः. तर्हि धूमे हेतुत्वं कथम् आगच्छति इति चेत् यावत् वह्निधूमयोः मध्ये सम्बन्धः न ज्ञायते तावत् हेतुत्वं न भवति. एवं हस्ति हस्तिपकयोः मध्ये यावत् सम्बन्धज्ञानं नास्ति तावत् हस्तिपके हेतुत्वं न आगच्छति. तद् हेतुत्वमेव कारणता इति अत्र उक्तम्. किन्तु अरण्ये ये वृक्षाः जायन्ते तत्र एतस्मात् बीजात् एषः वृक्षः भवति इति अस्माकं ज्ञानं नास्ति चेदपि वृक्षः तद् बीजात् वृक्षः उत्पद्यते खलु. तर्हि तत्र बीजे विद्यमानकारणता अस्माकं ज्ञान अधीना नास्ति. किन्तु धूमे वा हस्तिपके वा जायमानकारणतायाः विद्यमानकारणता अस्माकं ज्ञानाधीना अस्ति इति भेदः. तर्हि ज्ञायमानस्य सतः कारणता इति ज्ञानाधीना अस्ति, कारणता यदस्ति विद्यमानस्य सतः कारणता इति ज्ञानाधीना नास्ति. विद्यमान इत्युक्ते तत्र केवलं बीजः अस्ति चेत् ततः वृक्षः भवत्येव. बीजं नास्ति चेत् वृक्षः न भवति. किन्तु बीजः अस्ति विद्यमानम् इत्युक्ते अस्तित्वमिति अर्थः. बीजः अस्ति चेत् वृक्षः भवति, वृक्षात् बीजः भवति, वृक्षात् बीजः उत्पद्यते इति अस्माकं ज्ञानं नास्ति चेदपि वृक्षात् बीजात् वृक्षः भवत्येव. किन्तु हस्तिपकः अस्ति चेत् अत्र हस्तिः अपि भवेत् इति ज्ञानं यावत् तत्र तयोः मध्ये सम्बन्धज्ञानं नास्ति तावत् तत्र तादृश अनुमानमेव न कर्तुं शक्यते इति कृत्वा तत्र कारणत्वं कुत्र? हस्तिपके हस्तिपके या कारणता अस्ति सा कारणता ज्ञानाधीना अस्ति. अस्माकं ज्ञानाधीनं सम्बन्धस्य ज्ञानाधीना अस्ति, सम्बन्धज्ञानस्य सम्बन्धज्ञानस्य अधीना अस्ति. बुद्धं वा? महोदय किञ्चित् संशयमस्ति महोदय, किं भेदमस्ति महोदय? बीजवृक्षसम्बन्धः हस्तिपकसम्बन्धः मध्ये बीजः कारणं वृक्षः कार्यं खलु महोदय? सत्यं महोदय. तर्हि बीजे कारणता अस्ति महोदय. हा, सा कारणता अस्माकं ज्ञानाधीना वा इति चेत् एतस्मात् बीजात् एषः वृक्षः जायते इति यदि मम ज्ञानं नास्ति तर्हि तत्र बीजात् वृक्षः उत्पद्यते वा न वा? उत्पद्यते महोदय. हा, तर्हि सा कारणता बीजे या कारणता अस्ति सा कारणता मम ज्ञान अधीना नास्ति खलु? अस्तु महोदय, तावदृशं बुद्धं महोदय. अस्तु, तर्हि इदानीं हस्तिपकः तत्र हस्तिपकः एव अहं पश्यन्नस्मि. तर्हि हस्तिपकं दृष्ट्वा तत्र हस्तिः अपि भवेत् इति ऊहां करोमि खलु अहम्? आं महोदय. हा तर्हि इदानीं हस्तिः तत्र भवेत् इति ऊहायाः कारणमस्ति हस्तिपकः. हस्तिपकमपि यदि अहं न पश्यामि तदा तत्र हस्तिः भवेत् इति ऊहां कर्तुं शक्यते वा? न कर्तुं शक्यते. हा तर्हि हस्तिपकः एव कारणं. किं प्रति तत्र हस्तिः अपि भवेत् इति ऊहां प्रति हस्तिपकः कारणम्. बुद्धं वा? तदपि बुद्धं महोदय. अस्तु तर्हि इदानीं हस्तिपके कारणता अस्ति खलु? हस्तिपके कारणम्? आं महोदय. हस्तिपकम् हस्तिपकः कारणम् इति कृत्वा हस्तिपके कारणता अस्ति खलु? कारणता अपि अस्ति महोदय. सा कारणता तत्र हस्ति हस्तिपकः हस्तिः अनयोः मध्ये यः सम्बन्धः अस्ति तस्य सम्बन्धज्ञानस्य अधीना अस्ति सा कारणता. इत्युक्ते यावत्पर्यन्तं मयि हस्तिपकः हस्तिः अनयोः मध्ये सम्बन्धः अस्ति इति ज्ञानं न वर्तते तावत्पर्यन्तम् एतादृश ऊहामपि न कर्तुं शक्यते खलु महोदय? सत्यं. इदानीं मम पौत्रः मम पौत्रः हस्तिपकं पश्यति किन्तु पौत्रे हस्ति अपि च हस्तिपकः अनयोः मध्ये सम्बन्धज्ञानं नास्ति इति चेत् तत्र हस्तिपकं दृष्ट्वा तत्र हस्ति अपि भवेत् इति मम पौत्रेण ऊहां कर्तुं शक्यते वा न? हा तर्हि मया कर्तुं शक्यते तेन न कर्तुं शक्यते. किमर्थम् इति चेत् मयि तादृशसम्बन्धज्ञानमस्ति महोदय. इति कृत्वा हस्तिपकः कारणं भवितुमर्हति हेतुः भवितुमर्हति हस्ति अस्तित्वे ऊहार्थं हस्तेः अस्तित्वस्य ऊहार्थं तत्र हस्तिपकं दृष्ट्वा ऊहां यदि करोमि तर्हि हस्तिपकः कारणं भवति तस्मिन् कारणता अस्ति सा कारणता मम ज्ञान अधीना अस्ति सम्बन्धज्ञान अधीना अस्ति. बुद्धं वा महोदय? तत्र मम संशयः यत् तावत्पर्यन्तं बुद्धं महोदय. बीजे कारणता अस्ति हस्तिपकः हस्तिपके कारणता अस्ति वृक्ष तत् सम्बन्ध मम सम्बन्धज्ञाने आधारितं नास्ति बीजं वृक्षस्य. तथैव हस्तिपकः यदस्ति हस्तिः भवितुमपि मम सम्बन्धज्ञाने तत् कथम् आधारितं भवति? न Let me explain to you in English, so because you're not getting it. You see, the sambandha between Hasti and Hastipaka is not dependent upon my knowledge. So, that is what you're asking. I am not saying that the sambandha between Hasti and Hastipaka depends upon my knowledge. That sambandha is independent of my knowledge. But if I have to infer by looking at the Hastipaka, that there should be Hasti there also, even though I am not able to see it, Hasti should be there. For that inference, what is the karanam? Sambandha jnanam. Nasti, Hastipakaha karanam. I don't know whether you get it or not. Unless I see the Hastipaka, can I infer that there is elephant? No. If I see the Hastipaka, then I can infer the elephant. If I don't see the Hastipaka, I cannot infer that there is an elephant. So, Anvaya Sahacharaha, Vyatireka Sahacharaha, Maya Uttam. Tarhi Hastipakaha Karanam. Have you understood that much? Hastipaka is the karanam. आं महोदय निरूपितं सत्यं. अस्तिपकः इस् कारणं फार् डूयिङ्ग् इन्फरेन्स् फार् दि इन्फरेन्शियल् नालेज् दट् देर् शुड् बि हस्ति आल्सो बट् दिस् कारणता सो हस्तिपकम् इस् कारण हस्तिपकः इस् कारणं मीन्स् दर् इस् कारणता इन् दि हस्तिपक दिस् कारणता इस् डिपेण्डेण्ट् आन् वाट् कारणता तस्मिन् हस्तिपके अस्ति तत् न महोदय ज्ञानम् अस्ति चेत् स्टाक् इन् इङ्ग्लिश् प्लीस् इफ् इफ् इफ् इफ् द कारणता द कास् इस् देर् इन् दि हस्तिपक इफ् ऐ हेव् दि नालेज् दट् ही इस् दि कारण देन् ऐ केन् गेन् दि नालेज् हौ डु नौ ऐ हेव् लुक्ड् अट् I am there, my grandson is there. I know that there is sambandha between this hastipaka and the hasta. My grandson does not know the sambandha. Okay? This is the situation. I have seen the hastipaka and the hasti together. My grandson has not seen them together. Now, both of us are standing and seeing the hastipaka only. Only I am able to infer that there should be hasta also. My grandson is not able to make that inference. Why? He does not know what that hasti and hastipaka are related. So, for me, hastipaka becomes karanam for me to infer that there is hasta, that there is an elephant. Okay, for him, Hastipaka is not a karanam at all. Maude. So that why, because both of us are seeing the Hastipaka, the Mahout. For me, there is karana, I can see karanata in the Mahout. Because using Mahout, I am able to infer elephant. But my grandson is not able to do. Maude. So I am seeing Hastipaka as Karana, my grandson is not able to see Hastipaka as Karana. Why? Because I am able to see Hastipaka as Karana and able to make an inference about the existence of Hasti is because I have the Sambandha Jnana. He doesn't have. So Hastipake ya Karanata Asti, sa Karanata Sambandha Jnana Adhina Asti. इदानीं बुद्धं वा अनुमानकारणम् अनुमानज्ञानं प्रति फार् जनरेशन् आफ् दि नालेज् दिस् नालेज् बट् वि आर् नाट् टाकिङ्ग् अबौट् अनुमान हियर् वि आर् टाकिङ्ग् अबौट् कारणता इन् दि हस्तिपक वेन् डस् हस्तिपक बिकम् अ कारण दट् इस् अ क्वश्चन् ओ अहं मै कन् यु नो When does Hastipaka become a Karana? Okay, I'll give you another example. This is difficult. Supposing there is a stone in front of us, a large stone. When I see the stone, I see it only as stone. But when a sculptor sees the stone, he is seeing a sculpture. He sees, I can basically make a beautiful 3 feet idol from this stone. Whereas I see it only as stone. So for him, he is seeing the stone as a cause for a sculpture. I am seeing it just as a stone. I am not even seeing any causality in the stone. Mahode. So the causality in the stone comes to the stone depending upon the knowledge of this sculpture. But for me, since that sculpting knowledge is not there, I see stone as stone. I don't see stone as cause. Mohade. Buddham Galu. Buddham Mohade. Astu Samishiram. Karanata. Astu Mohade. Hasti Pake Vidyamana Karanata Sambandha Adhina. धूमे विद्यमानकारणता व्याप्तिसम्बन्ध अधीना एवम् अग्रे अपि मेहुल् महोदय अग्रे पठतु महोदय शाब्दबोधस्थले अपि एवम् अस्तु महोदय शाब्दबोधस्थले अपि एवं यथा अनुमानस्थले धूमे वह्निव्याप्तिः भवति तद्वदेव शाब्दबोधस्थले पदे पदे अर्थशक्तिः भवति शक्तिः ईश्वरेच्छा इच्छा सविषयकपदार्थः इति तत्र तत्र निरूपितम् एव तस्यां च ईश्वरेच्छायां पदं तदर्थश्च विषयो भवति न तावन्मात्रं किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः सुतोऽयं चैत्रनाम्ना जगति बोध्यः भवतु इति तद्वदेव ईश्वरेच्छा एवम् अवगाहते अनेन पदेन अस्य अर्थस्य बोधो भवतु इति एतादृशी इच्छा एव शक्तिः इत्युच्यते अस्तु अत्र महोदय अत्र अग्रिमपरिच्छेदमपि पठतु किमर्थम् इत्युक्ते एतावत्पर्यन्तं यावद् भवता पठितं तत्र कारणताविषये न आगतम् आम् अस्तु पदञ्च एतादृशशक्तियुक्तं भवति अर्थात् तादृशेच्छायां विषयो भवति परन्तु तादृशशक्तियुक्तं पदमस्माभिः ज्ञातव्यं यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वदेव आदौ उद्याने वा हस्तिसंयुक्तः हस्तिपकः ज्ञातव्यः तद्वत् ततश्च पदे ज्ञाते तेन अपरसम्बन्धिन्यः तादृशेच्छायाः उपस्थितिः भवति तस्यां विषयीभवन् अर्थोऽपि ततः उपस्थितो भवति तेन च शाब्दबोधः वक्ष्यमाणप्रकारेण भवति अत्र शाब्दबोले शाब्दबोधस्थले अपि यत् यथा अनुमान स्थले अभवत् तथैव अत्रापि भवति अनुमानस्थले धूमे धूमस्य दर्शनेन वह्निः अस्ति इति अनुमानं वयं कर्तुं शक्नुमः तर्हि धूमः अपि च वह्नियोः मध्ये व्याप्तिव्यापकभावः भवति तथैव अत्र शाब्दबोधस्थले यदा पदम् इति वयं वदामः चेत् पदे अर्थशक्तिः भवति तेन एव अत्र शाब्दबोधस्थले ज्ञानं भवति तर्हि पदे यः अर्थशक्तिः या अर्थशक्तिः अस्ति तत् ईश्वरेच्छा इति वयं जानीमः इच्छा इति सविषयकपदार्थः अस्ति तर्हि तस्यां ईश्वरेच्छायां पदं तद् अर्थश्च विषयो भवति अस्तु तर्हि शक्तिः पदे यः शक्तिः अस्ति तदेव ईश्वरेच्छा इति वदेम तद् ईश्वरेच्छायाम् इत्युक्ते पदे अर्थः अपि भवति विषयः अपि भवति न तावन्मात्रं तस्य अर्थः कः इति न तावन्मात्रम् इत्यस्य किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः सुतोऽयं चैत्रनाम्ना जगति बोध्यः भवतु इति महोदय अत्र एवं कुर्मः किञ्चित् अस्तु अत्र प्रकृतविषयस्य उपरि किञ्चित् लिखितमस्ति इति तर्हि प्रकृतविषयं प्रथमम् अवगच्छेम तदनन्तरम् ईश्वर इच्छा प्रति किञ्चित् तदनन्तरं किन्तु इदानीं प्रकृतविषयः कः ज्ञायमानस्य ततः कारणता शाब्दबोधस्थले अपि ज्ञायमानस्य ततः कारणता अस्ति इति चिन्तनं तर्हि तस्य प्रतिपादनं करोतु अस्तु अस्तु अत्र ईश्वर इच्छा तत्सर्वम् इदानीं त्यजतु तदनन्तरं पश्येम अस्तु अस्तु तर्हि यदि वयं ये किमपि वदेम तर्हि उदाहरणं स्वीकरोतु अत्र शाब्दबोधस्य उदाहरणम् एकं स्वीकरोतु अस्तु शाब्दबोधः किं वदेम अयं घटः इति तर्हि सत्यम् अयं घटः अथवा अयं घटः अयं नीलो घटः इति तर्हि यदा अयं नीलोघटः इति किमर्थं शाब्दबोधस्य उदाहरणम् अत्र दृष्ट्वा ज्ञातुं शक्नुमः खलु दृष्ट्वा ज्ञातुं शक्नुमः न इत्युक्ते अयं नीलोघटः इति वदति चेत् अहं चिन्तयामि अहं चिन्तयामि यदा नीलवर्णस्य ज्ञानं भवति चेदेव यदा किमकम् कोऽपि वदति एतत् नील नील नीलो घटः तर्हि मम आत्मनि नीलवर्णस्य ज्ञानं विद्यते अथवा अत्र किं करोतु प्रत्यक्ष उदाहरणं मा स्वीकरोतु परोक्ष उदाहरणं शाब्दबोधः कदा भवति परोक्षविषये एव शाब्दबोधः भवति खलु सामान्यतया अस्तु अस्तु शाब्दबोधः इदानीं यस्मिन् नगरे भवान् अस्ति तत्र वातावरणं कथमस्ति ओ अस्तु अस्तु हा हा हा अत्र हा बहु शैत्यमस्ति हा इद अहं न जानामि खलु सत्यं सत्यं तर्हि इदानीं भवान् वदति अत्र शैत्यम् अधिकमस्ति इति वदति तर्हि इदानीं यद् भवता उक्तं तत् श्रुत्वा मयि शाब्दबोधः जातः यत्किमपि नगरे भवान् अस्ति तत्र शैत्यं बहु अस्ति इति ज्ञानं जातं सत्यं सत्यम् अस्तु इदानीं वदतु हा तर्हि तत्र शैत्यम् इति पदे किञ्चित् कापि शक्तिः अस्ति शैत्यम् इति वदनेन यत्किमपि ज्ञानं जायते तत् कथं जायते तर्हि तत् पदे यत् या शक्तिः अस्ति अथवा अर्थः अस्ति तस्य ज्ञानं यः शृणोति यत् यः पुरुषः एतत् पदं शृणोति तस्य आत्मनि शैत्यम् इति पदस्य अर्थः अथवा शक्तिः ज्ञातव्यं यदि सः न जानाति शैत्यम् इत्युक्ते किं तर्हि तस्य आत्मनि किमपि शाब्दबोधः न जायते तर्हि पदे यः अर्थः अथवा शक्तिः अस्ति तस्मिन् या कारणता अस्ति तत् पदं कदा कारणं भवति तर्हि यदा यत् या शक्ति पदे अस्ति तस्य ज्ञानम् अस्ति चेदेव पदम् इति कारणं भवति शाब्दबोधस्य विषये अतः एव अत्र शाब्दबोधस्य विषये पदं कदा कारणं भवति इत्युक्ते पदे या शक्तिः अस्ति तस्य अवगमनेन एव तत् कारणं भवति अतः इति अपि अत्रापि ज्ञायमानसतः कारणता ज्ञायमानस्य सतः कारणता इति भवति शाब्दबोधः उत्तमम् इति अस्ति तर्हि इदानीं भवान् उक्तवान् खलु मम नगरे शैत्यं बहु अस्ति तर्हि तस्य प्रत्युत्तरत्वेन अहमपि वदामि मम नगरे तु इदानीं सूड् इति भवान् सूड् इत्यस्य अर्थं जानाति किं न मम मातृभाषया मया उक्तं तस्य तर्हि इदानीं यद्यपि यद् मया उक्तं भवता श्रुतं किन्तु तेन श्रवणेन शाब्दबोधः न जातः खलु किमर्थम् अत्र पदं अपि च सूडु इति पदं तस्य अर्थः भवता न ज्ञातम् तर्हि यावत् सूडु इति पदस्य अर्थः न जानाति तावत् तत्र शाब्दबोधः एव न भवति खलु यथा हस्तिपकः हस्तिः अनयोः मध्ये सम्बन्धः न जायते सम्बन्धज्ञानं नास्ति तावद् हस्ति अस्तित्वस्य अनुमानं न कर्तुं शक्यते यदा धूमवन्योः मध्ये व्याप्यव्यापकभावसम्बन्धः न जानीमः तावत् धूमं दृष्ट्वा अग्नेः अनुमानं न कर्तुं शक्यते तावत् सूड् इति पदम् अपि च तस्य अर्थः यावत् न जानाति तावत्पर्यन्तं शाब्दबोधः एव न जायते तर्हि सूड् इति पदं केवलं शब्दमेव न तु पदम् इति कृत्वा तत्र पदे कारणता यदा भवति यदा पदस्य अर्थः भवान् जानाति तदा एव पदं कारणं भवितुमर्हति शाब्दबोधं प्रति तर्हि इदानीं सूड् इत्युक्ते हाट् इति अर्थः मम भाषायाम् औष्ण्यम् इति तर्हि इदानीं मया उक्तं खलु भवता जातम् ओ अस्तु इदानीं बुद्धम् इति किमर्थम् अत्र हाट् नो चेत् औष्ण्यम् इत्यस्य अर्थः इत्यनयोः पदयोः अर्थः भवता ज्ञातम् इति कृत्वा तदेव इदानीं निरूपितं मया ज्ञायमानस्य ततः कारणता. तर्हि हाट् इति पदे कारणता आगतं शै औष्ण्यम् इति पदे कारणता आगतं किन्तु सूडु इति पदे कारणता न आगतम्. किमर्थमिति चेत् सूडु इति पदस्य अर्थः भवता न ज्ञातम् इति कृत्वा. अस्तु तर्हि अत्र प्रकृतविषये किमस्ति शाब्दस्थले अपि एवम् इति कथम् इति निरूपितं. तर्हि इतोपि किञ्चित् चिन्तनं अत्र ईश्वरस्य विषये किमर्थं दत्तमस्ति इति चेत् शैत्यम् इति पदस्य एषः अर्थः भवतु इति केन निर्णीतम्? भाषायाम् एतदर्थः अस्ति परन्तु एतस्य पदस्य एषः अर्थः भवतु इति तस्य प्रतिपादनार्थम् अत्र उदाहरणं दत्तम्. इदानीं भवतः नाम किम्? मेहुलः. मेहुल् अस्तु. मेहुल् इति भवतः नाम केन स्थापितम्? मम मातापिता इति अहं. हा भवतः पित्रा खलु? अस्तु. किन्तु वस्तुतः मेहुल् इत्यस्य किमर्थम् अत्र यदि अहं मेहुल् इति आह्वयामि भवान् किमर्थं मां प्रति अत्र पश्यति इति चेत् अत्र भवतः पित्रा भवतः नाम मेहुल् इति भवतु इति स्थापितम् इति कृत्वा एव अहं मम नाम मेहुल् इति भवता अपि अङ्गीकृतं. तदनन्तरं व्यवहारः भवितुमर्हति. एवं घटः इति पदस्य अर्थः यः वस्तुः अस्माकं पुरतः अस्ति सः एव घटः. एषः एव घटः. यथा भवतः पित्रा कृतं भवान् तु जातः किन्तु एषः मेहुल् इति नाम्ना जायेत इति तेन इष्टम् इति कृत्वा एव इदानीं तत्र मेहुल् इति ज्ञानं नाम जातं खलु. तर्हि तेन एव यः व्यक्तिः भवान् अस्ति अपि च नाम मेहुल् इति नाम अनयोः मध्ये सम्बन्धः कारितः भवतः पित्रा. एवं घटः अपि च घटविषयः यदस्ति तयोः मध्ये सम्बन्धः इत्युक्ते घटः इति पदं तेन पदेन यद् अर्थः विषयः ज्ञायते तयोः मध्ये सम्बन्धः केन कारितम् इति चेत् इदानीं वदतु. ईश्वरेच्छा इति. हा तर्हि ईश्वरेण इष्टमासीत् इति. सत्यम्. एतत् पदस्य एषः अर्थः भवतु इति तस्मिन् पदे काचन शक्तिः स्थापिता. सत्यम्. ईश्वरेण अनेन पदेन अस्य अर्थस्य बोधो भवति. अनेन पदेन अस्य अर्थस्य बोधः भवतु इति ईश्वरेण उक्तम् इति कृत्वा एव अत्र शाब्दबोधः एव भवति. किन्तु इदानीन्तनकाले इत्युक्ते अत्र वाट्साप् किम् आर् ओ एफ् एल् इति टैप् कुर्मः खलु TTYL इति तादृश आक्रणं यदा वयं कुर्मः तत् ईश्वरेण न कृतं. वयमेव किञ्चित् कन्वेन्शन् स्वीकृत्य सम्प्रदायं स्वीकृत्य आर् ओ एफ् एल् इत्युक्ते एषः एव अर्थः भवतु इति वयमेव अस्माभिः स्थापितमस्ति. तदेव अत्र उक्तं. तर्हि आर् ओ एफ् एल् इत्युक्ते यस्य आर् ओ एफ् एल् इत्यस्य ज्ञानं नास्ति आर् ओ एफ् एल् इति पश्यति चेत् किं वदति भवान् इति पृच्छति खलु. किमर्थम् इत्युक्ते अत्र आर् ओ एफ् एल् इति यद्यपि तेन पठितुं शक्यते तथापि अर्थबोधः न जातः. किमर्थमित्युक्ते तत्र सम्बन्धः न ज्ञातः. अहमपि न जानामि आर् ओ एफ् एल् इत्युक्ते किं. रोलिङ्ग् आन् द फ्लोर् अण्ड् लाफिङ्ग् गूगल् मध्ये दृष्टम्. TTYL इत्युक्ते टाक् टु यू लेटर् इति तादृशम्. एवं वयमेव तत्र टि टि वै एल् इत्यत्र शक्तिः कल्पिता अस्माभिः एवम् ईश्वरेण कल्पितम् इति तावदेव उक्तं. तत् किञ्चित् विषयान्तरमस्ति किन्तु प्रसङ्गवशात् तदपि उक्तम् आचार्येण तावदेव. अनेन पदेन अस्य अर्थस्य बोधः भवतु इति ईश्वरेण कल्पितम् इति कृत्वा तत्र शब्दबोधः भवति. यदा शब्दस्य विषये अग्रे पठेम, शाब्दबोधविषये अपि अत्र पाठः अस्ति. तत्र ते वदन्ति शाब्दबोधः कथं भवति, शब्देन यत् यत् ज्ञानं जायते तदेव शाब्दः इति. तत्र शब्दस्य अर्थः ईश्वर इच्छा दीना इति ते वदन्ति. अस्तु अग्रे सरेम, प्रश्नाः सन्ति किं, नो चेत् अग्रे सरेम. तत्र केवलं वक्ष्यमाणप्रकारेण भवति, केनच शाब्दबोधः वक्ष्यमाणप्रकारेण भवति. वक्ष्यमाण इत्युक्ते अग्रे वदिष्यति, शब्दबोध इदानीं प्रत्यक्षस्थले स्मः खलु, प्रत्यक्षबोधः कथं जायते इति, तदनन्तरम् अनुमानं, तदनन्तरम् उपमानं, तदनन्तरं शब्दः, तत्र वक्ष्यति इति आचार्यः वदति. अस्तु अग्रे सतिभौम भगिनी पठति वा. अत्र हि आं महोदय, अत्र हि न पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमानः एव आकाशे विद्यमानः. तावद् वदतु पङ्क्ति वाक्यशः पश्येम. अत्र हि न पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमानः एव. अत्र विद्यमानः कारणता इति नास्ति, परन्तु धूमः इति ज्ञायमानः कारणता इति एव स्वीकृतम् इति अस्ति. इत्युक्ते किं प्रतिपादयतु. पर्वते यः धूमः पश्यति तस्य कीदृशज्ञानं भवति चेत् ज्ञायमानः ज्ञानम् एव. यतः पूर्वं तस्य मनसि वह्नि धूमयोः व्याप्याख्य यः सम्बन्धः अस्ति तद् तस्य ज्ञानं भवति चेत् इदानीं सः एतत् ज्ञायमानकारणता अपि ज्ञातुं शक्यते. अन्यत् ज्ञायमानकारणतः ज्ञातुं शक्यते इति किमर्थं वदति, तत् समीचीनं नास्ति, समीचीनतया वदतु. तस्मिन् अत्र वह्निः अपि भवति इति, वह्नि व्यापकः अस्ति, अत्र वह्निः अपि अस्ति इति ज्ञातुं शक्यते इति. न न, अस्य वाक्यस्य अर्थं वदतु समीचीनतया. अत्र हि न पर्वते विद्यमानः एव धूमः, विद्यमानः धूमः बोधकः किन्तु ज्ञायमानः एव. यदि विद्यमानः इति वदामश्चेत् अस्माकं ज्ञानस्य अपेक्षा तत्सर्वं बुद्धं भगिनि. तत्र अत्र अस्य वाक्यस्य अर्थः कः? अत्र धूमः इति धूमे कारणता अस्ति, तत् विद्यमानः नास्ति, ज्ञायमानः समीचीनम्. इदानीं समीचीनतया उक्तं, धूमः कारणं, सा तत्र धूमे धूमे या कारणता अस्ति सा कारणता विद्यमानः नास्ति किन्तु ज्ञायमानः. इत्युक्ते विद्यमानः ज्ञायमानः अनयोः मध्ये भेदः कः वदतु. विद्यमानः कारणता इत्युक्ते कारणतायाम् अस्माकं अपेक्षा बुद्धिः नास्ति. न, विद्यमानः इत्यस्य अर्थः कः? यद् ज्ञायमानस्य इति नास्ति इति वदति, विद्यमानः इत्यस्य अर्थः कः? विद्यमानः इत्युक्ते अत्र यद्यपि धूमः अस्ति चेत् वह्नि निश्चयेन भवति इति कारणता अत्र अस्ति एव इति. इति अस्ति चेत् न इति किमर्थं वदति अत्र विद्यमानः इत्यस्य अर्थः विद्यते पर्वते धूमः विद्यते खलु पर्वते धूमः विद्यते हा किन्तु विद्यते इति कृत्वा तत्र धूमः कारणम् इति न ज्ञातुं शक्यते खलु कारणम् इति न ज्ञातुं शक्यते तदेव उक्तमत्र तादृशसन्दर्भः एव हा इत्युक्ते यावत्पर्यन्तं धूमवन्योः मध्ये व्याप्यव्यापकभम्ब सम्बन्धज्ञानं नास्ति तावत्पर्यन्तं यद्यपि पर्वते धूमः विद्यते तथापि धूमे कारणता न आगच्छति इति अत्र उक्तम् अस्तु अग्रे आकाशे विद्यमानमेव खडपदं न बोधकं किन्तु ज्ञायमानमेव अस्य अर्थः कः अत्र किन्तु आकाशे विद्यमानमेव खडपदं न बोधकं खडं खडपदं खडा खडम् इति पदेन आकाशे विद्यमानमेव खडपदं न बोधकम् अत्रापि खडम् इति पदेन आकाश विद्यमानः कारणता न उक्तं ज्ञायमानकारणता एव उक्तमस्ति यतोहि आकाशे खडं खडपदस्य अर्थं ज्ञात्वा एव अत्र खडम् आकाशे खडपदस्य अर्थं ज्ञात्वा नास्ति नास्ति घटम् इति पदस्य अर्थं यः जानाति तस्य एव घटम् इति शब्दं शृणोति चेत् अत्र घटम् अस्ति इति ज्ञातुं शक्यते अतः पदस्य शक्तिः एव अत्र कारणम् अत्र किमर्थम् आकाशे इति उक्तम् आकाशे एव घटम् अस्ति आकाशे सर्वमस्ति तर्हि अत्र आकाशे घटमस्ति इति कृत्वा अत्र नास्ति शब्दम् इति अर्थः शब्दः उत्तमं घटपदम् इति शब्दः अस्ति खलु शब्दः घटपदम् इत्युक्ते किं शब्दः शब्दस्य समवायीकारणं किम् आकाशः तर्हि घट इति पदं यदि अहं वदामि घट इति शब्दः कुत्र वर्तते आकाशे वर्तते तर्हि आकाशे घट इति शब्दः विद्यमाने अपि न बोधकं किन्तु ज्ञायमानम् इत्युक्ते घट इति पदस्य अर्थः यावद् न जानीमः तावत् घट इति पदं कारणं न भवति शाब्दबोधं प्रति यथा इदानीमेव मया प्रदर्शितं सूड् इति अहं वदामि चेत् कारणं न भवति शाब्दबोधं प्रति केनापि न अवगन्तुं शक्यते यदा सूडु इति पदस्य अर्थः यः जानाति तस्मिन्नेव शाब्दबोधः भवति तर्हि अत्र घटपदम् अत्र आकाशे इति किमर्थं दत्तमिति चेत् घटपदं घट इति शब्दः अस्ति शब्दस्य अर्थः यावत् न ज्ञायते तावत् घट इति शब्दः कारणं न भवति शाब्दबोधं प्रति कारणं न भवति बुद्धं खलु बुद्धम् अस्तु अग्रे तर्हि आकाशे घटः इति नास्ति आकाशे शब्दः घट इति शब्दः अतः एव तत्र घटपदम् इति उक्तम् अस्तु अग्रे नापि नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः कीदृशः तर्हि ज्ञायमानः अत्र हस्तिपकः उद्याने विद्यमानः नास्ति विद्यमानः कारणतः हस्तिपके नास्ति हस्तिपके ज्ञायमानः कारणतः अस्ति इति दत्तमस्ति तत्रापि हस्तिपके कारणं कथमागच्छति इति चेत् पूर्वं हस्तिपग अपि च हस्तिनः तयोः कश्चन सम्बन्धः अस्ति तस्य ज्ञानम् अपेक्षितम् अस्ति, सम्बन्धस्य ज्ञानम् एव अत्र ज्ञायमानकारणता इति. हस्तिपके कारणता हस्तिपके तदि एव भवति. अस्तु, सम्बन्धज्ञा सम्बन्धस्य ज्ञान ज्ञायमाने सति भवति. अस्तु, अग्रे. इयं या कारणता स एव ज्ञायमानस्य सदः कारणता इत्युच्यते. एतानि कारणानि वयं पूर्वं दृष्टवन्तः. अस्तु अस्तु, अत्र किमपि न वक्तव्यम्, अत्र भवतु, अग्रे. वैज्ञानिककारणता इत्यपि शक्नुमः वक्तुम्. अस्य नाम एव वैज्ञानिककारणता इति अपि. हा, इत्युक्ते जायमान ज्ञायमानस्य कारणता इत्यस्य भिन्ननाम वैज्ञानिक इत्युक्ते विज्ञानं भवेत् खलु. ज्ञानाधीना इति कृत्वा विज्ञानम् इत्युक्ते विशेषज्ञानं, तत्र सम्बन्धज्ञानं भवति चेदेव अत्र कस्मिन् कारणे कारणता आगच्छति इति कृत्वा वैज्ञानिककारणता इति भिन्ननाम. अस्तु, अग्रे. एवञ्च सर्वेषु कार्यकारणभावेषु समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति प्रथमविभागः. कारणतायाः वैविध्यम् अत्र उक्तं. पुनः साधारणकारणम् असाधारणकारणम् इति द्वितीयविभागः. फलोपहितत्वं स्वरूपयोग्यत्वम् इति तृतीयः विभागः. विद्यमानस्य सदः कारणता वैज्ञानिककारणता इति चतुर्थः. इति एवं चतुरः विभागान् सम्यक् आलोच्य तत्र तत्र व्यवस्था ज्ञेया. अस्तु, अत्र किमपि न वक्तव्यम्, अत्र केवलम् उपसंहारः कृतः तावदेव, निगमनं कृतम्. अस्तु, अग्रे वर्षा भगिनी पठतु. धन्यवादः. धन्यवादः. महोदय, बीजे विद्यमानकारणता अस्ति, हस्तीपके ज्ञायमानकारणता अस्ति. सत्यं तद् उक्तं मया. हस्तीपके ज्ञायमानस्य कारणता, शब्दे अपि ज्ञायमानस्य कारणता, धूमे अपि ज्ञायमानस्य कारणता, भवतः नामे अपि ज्ञायमानस्य कारणता. आमोद इति सर्वम्. अस्तु, तर्हि यत्र यत्र कारणम् इति चिन्तयामः तत्र एतादृश अत्र कीदृशकारणं समवायिकारणम् असमवायिकारणं निमित्तकारणं तेषु कीदृशकारणं, साधारणकारणम् असाधारणकारणं तेषु कीदृशकारणं, फलोपहितत्वं वा स्वरूपयोग्यत्वं वा इति कीदृशकारणं, विद्यमानकारणता वा वैज्ञानिककारणता वा इति तादृशचिन्तनं कर्तुं शक्यते. वयं चिन्तयन्तः स्मः एव, इत्युक्ते अतः एव गते वर्गे अत्र गृहपाठः आसीत् खलु, ईश्वरे साधारणकारणता कया कल्पिता, सा साधारणकारणता सा अत्र अन्यथा सिद्धं वा न वा इति तादृशचिन्तनं भवतु. चत्वारस्तरीय महोदय ज्ञानं कारणता कारणता चत्वारस्तरीय वा इत्युक्ते विभागः भिन्नभिन्न आधारं कृत्य, तत्र प्रथमविधविभागस्य आधारः अस्ति सम्बन्धः. सम्बन्धं स्वीकृत्य समवायि असमवायि निमित्तं, सम्बन्धम् आधारीकृत्य समवायि असमवायि निमित्तम् इति एकविधविभागः. तदनन्तरं सर्वेषां कार्याणां यत् कारणं भवति तत् साधारणकारणं, यद् केषाञ्चन कार्याणामेव कार्यकारणं भवति तत् असाधारणकारणम् इति कार्यम् आधारीकृत्य अत्र विभजनं कृतं द्वितीयं. तृतीयं तु यदा कार्यं जातं तदा फल उपहितत्वं कार्यजननात् पूर्वम् इति, तर्हि कालं कार्यस्य कालम् अपेक्ष्य आधारीकृत्य अत्र तृतीयविधं फल उपहितत्वं स्वरूपयोग्यत्वम् इति. चतुर्थमस्ति, पुनः वदति वा तृतीय किं वक्तव्यं, तृतीयवाक्यं यद् कस्य आधारीकृत्य इति एकवारं. हा, कार्यं यदा जायते तदा सर्वेषु कारणेषु फल उपहितत्वं भवति कार्यस्य पूर्वं कार्यस्य जननात् पूर्वं तत्र कारणता यदस्ति तत्र कारणता स्वरूपयो कारणतायां स्वरूपयोग्यत्वमेव अस्ति इत्युक्ते कालम् आधारीकृत्य कार्यं जातमस्ति चेत् कारणेषु फलोपहितत्वम् आगच्छति कार्यस्य जननात् पूर्वं स्वरूपयोग्यत्वमेव अस्ति इति तर्हि कालम् आधारीकृत्य हा सत्यं कस्य कालम् इत्युक्ते कार्यस्य उत्पादनकालम् आधारीकृत्य चतुर्थमस्ति विद्यमानत्वं न्यायमानत्वम् इति अस्तु वर्षाभगिनी अग्रे हृदि जले तत् स्यन्दनाय च छिद्रे सत्यपि जलं कुतः न वहति कारणत्वप्रसङ्गात् प्रतिबन्धकत्वपदार्थः निरूप्यते निखिलकारणसमुदायः सामग्री इति निरूपितम् इव तादृशसामग्रीसत्त्वे अपि यस्मिन् पदार्थे सति कार्यं न उत्पद्यते सः पदार्थः प्रतिबन्धकः इत्युच्यते गृहादौ जलव्यवस्थायै कृत्रिमस्य अत्र किञ्चित् उक्त्वा तदनन्तरं पठतु तर्हि कस्मिन् विषये चिन्तनम् अत्र कः प्रतिबन्धकः इति चिन्तनमस्ति प्रतिबन्धकः इत्युक्ते यत् सत्त्वे कार्यं न भवति इति यत् कारणस्य अत्र कारणं न भवति तत् प्रतिबन्धकः भवति यदा यद्यपि सामग्री अस्ति अत्र तदापि तत् तस्य फलोपहितत्वस्य प्रतिबन्धकः भवति एकः पदार्थः तद्विषये चिन्तनमस्ति उत्तमम् इत्युक्ते कारणतत्त्वे कार्यकर्तुं कारणाभावे कार्याभावः इति कारणकार्ययोः निश्चितः भवति इति अधीतं खलु तर्हि इदानीं कारणमस्ति सर्वाणि कारणानि इत्युक्ते सामग्र्यः सन्ति तथापि कार्यं न उत्पद्यते इति चेत् तत्र अस्माकं मनसि क्लेशः भवति खलु इतोपि एकं कारणम् आवश्यकं वा इति किन्तु वस्तुतः अधिकं कारणं न आवश्यकम् इत्युक्ते सर्वाणि कारणानि तत्र उपस्थितानि एव तदापि कार्यं न उत्पद्यते इति चेत् तत्र प्रतिबन्धकः किमपि अस्ति तेन प्रतिबन्धेन प्रतिबन्धकेन कार्यं प्रतिबध्यते इति कृत्वा कारणं कार्यं न उत्पद्यते तर्हि प्रतिबन्ध केवलं कारणानां किं सञ्चयनं कुर्मश्चेत् न पर्याप्तं प्रतिबन्धकस्यापि निवारणं कार्यं तदा एव कार्यमुत्पद्यते इति बोद्धुं कारणताचिन्तने एतदपि चिन्तितमस्ति अस्तु इदानीमग्रे पठतु भगिनि अतः प्रतिबन्धकः अभावः अपि कारणम् इति वयम् उत्तमं ज्ञातुं सत्यं गृहादौ जलव्यवस्थायै कृत्रिमस्य हृदस्य निर्माणं क्रियते इष्टकारिप्रयोगेण तन्निर्माणे कृते तच्छोदनाय अधोभागे एकं छिद्रं स्थापयन्ति स च हृदः जलपूर्णः अस्ति तत् अधोभागे पूर्वोक्तं छिद्रमपि वर्तते छिद्रबहिर्भागे निम्नदेशोऽपि अस्ति येन जलस्य बहिरागमनं सुकरम् एवं च ऊर्ध्वदेशस्थितः हृदः तत्र जलं तस्य बहिर्निर्गमाय छिद्रम् इयं जलस्यन्तनसामग्री समवहिता चेद् अपि न जलं वहति कुतः छिद्रे वस्त्रादिवेष्टितकाष्ठविशेषः स्थापितोऽस्ति अयमेव च शास्त्रीविरोधी प्रतिबन्धकः वा इति उच्यते यस्मिन् सति कार्यं न उत्पद्यते तदभावे सति भवेत् एव कार्यम् इति अस्य प्रतिबन्धकस्य अभावम् अपि नैयायिकाः सामग्र्याम् अन्तर्भावयन्ति एवं च जलं छिद्रम् ऊर्ध्वस्थितिः इमानि यथा कारणानि तथैव वस्त्रवेष्टितकाष्ठाभावः अपि जलस्रावं प्रति कारणम् अयमेव प्रतिबन्धक अभावः इति उच्यते सत्ति च काष्ठे काष्ठ अभावः नास्ति इति सामग्र्य अभावात् न जलस्रावः काष्ठ अभावस्य जलस्रावं प्रति कारणत्वे सिद्धे काष्ठस्य प्रतिबन्धकत्वम् अपि सुवचम्। तदेव च कारणीभूत अभावप्रतियोगित्वम् इति उच्यते। प्रकृते जलस्रावं प्रति कारणीभूत अभावः काष्ठविशेष अभावः तत्प्रतियोगी काष्ठं प्रतियोगित्वं काष्ठे वर्तते इति तस्य प्रतिबन्धकत्वम् उपपन्नम्। अत्र उदाहरणं दत्तमस्ति, यदि हृदे एकं छिद्रम् अस्ति, अत्र यद्यपि ऊर्ध्वदेशे स्थितः अस्ति तदापि जलमस्ति, परन्तु तस्य जलश्रावणस्य प्रतिबन्धकः अस्ति अत्र छिद्रे स्थापित वस्त्रादि काष्ठकवस्तूनि। अतः तेन अभावेन परन्तु जलश्रावणं भवति, अतः तदेव प्रतिबन्धकस्य अभावम् अपि जलश्रावणस्य कारणं भवति इति दत्तमस्ति। उत्तमं, तावदेव। तर्हि प्रतिबन्धक अभावः अपि कारणं, केवलं प्रागभावः इति न कारणं, प्रागभावस्तु साधारणकारणमस्ति, किन्तु प्रतिबन्धक अभावः अपि कारणम्। अस्तु, अग्रे अपि पठतु भगिनि। प्रतिबन्धकत्वस्य निदर्शनान्तरं तु इदं भवति, आषाढे मासि मेघैः आकुलं गगने अनुक्षणं प्रतीक्षमाना वृष्टिः, तृणानि इन्धनानि प्राङ्गणदेशे खेलने व्यापृतान् बालान् च सुरक्षिते स्थले नेतुं व्यापृताः जनाः, तथापि तु महति समीरणे प्रवहति न भवति वृष्टिः, तत्र वायुः भवति प्रतिबन्धकः, कारणीभूत अभावः वायु अभावः, तत् प्रतियोगित्वं वायौ इति रीत्या सर्वत्र अभावस्य कारणत्वं ज्ञात्वा तत् प्रतियोगित्वं प्रतिबन्धकत्वं ज्ञातव्यम्। तदेव दत्तमस्ति, परन्तु तत् प्रतियोगित्वं वायौ इति रीत्या सर्वत्र अभावस्य कारणत्वं ज्ञात्वा तत् प्रतियोगित्वं प्रतिबन्धकत्वं तदेव दत्तमस्ति किल महोदय? सत्यम्, इत्युक्ते निदर्शन अनन्तरम् इत्युक्ते भिन्न उदाहरणं, तावदेव। पूर्वस्मिन् परिच्छेदे अत्र जलस्रावस्य जलस्रावकार्यं किमर्थं न भवति, काष्ठरूपप्रतिबन्धकः अस्ति इति कृत्वा, वृष्टिः किमर्थं न भवति, अत्र महान् वायुः अस्ति इति कृत्वा, यावत् महान् वायुः भवति तत्र महान् वायुः वृष्टेः प्रतिबन्धकः भवति इति भिन्न उदाहरणं, तावदेव। अस्तु, समीचीनम्। अग्रे रमेश महोदय। प्रतिबन्धकत्वस्य कारणत्ववत् द्वैविध्यम्, कारणं यथा विद्यमानं सत् कारणं वैज्ञानिककारणम् इति विभक्तं वर्तते, तद्वत् एव प्रतिबन्धकम् अपि द्विविधं भवति, पूर्वोक्तं विद्यमानं सत् प्रतिबन्धकम्। न हि वस्त्रवेष्टितकाष्ठविशेषः सर्वदा केनचित् ज्ञायते, अस्मासु सत्सु असत्सु वा तेन जलप्रतिरोधः भवेत् भवति एव, अतः तस्य प्रतिबन्धकता विरोधिता विद्यमानस्य प्रतिबन्धकता। तत्र दत्तमस्ति विद्यमान प्रतिबन्धकः इति, तत्र यद् वस्त्रवेष्टितकाष्ठमस्ति तस्य यदि ज्ञानं न अस्ति चेत् अपि तत् तस्य कार्यं प्रतिबन्धकः कार्यं करोति एव, तस्य कार्यं भवति एव, तदेव अत्र दत्तमस्ति, तादृश प्रतिबन्धकः भवत्येव। अस्माकं ज्ञानम् अधीनं नास्ति. तादृशकारणं तादृश प्रतिबन्धकतः विरोधित विद्यमानस्य प्रतिबन्धकता इति तस्य नाम दत्तमस्ति. सत्यं. तर्हि विद्यमानस्य सतः कारणता इति यदा पूर्वोक्तम् एवम् अत्रापि विद्यमानस्य सतः प्रतिबन्धकता इति. केवलं विद्यमानमस्ति चेत् भवतु, तस्मिन् कारणत्वम् आगच्छत्येव. अस्तु, अग्रिमं. द्वितीयप्रतिबन्धकता वैज्ञानिकी, तत्र इदम् उदाहरम् उदाहरामः चैत्रपुत्रयाः मैत्रपुत्रेण सह विवाहार्थम् उभयोः परिजनाः यतन्ते. जातकं मेलन जातकमेलनादिक आदिकभूत् आदिकं भूत् जातकमेलनादिकम् अभूत् परस्परदर्शनादिनिवृत्तम् अनुमत्तं च वृद्धैः, परन्तु केनचित् आप्तेन चैत्रगृहे आगत्य मैत्रपुत्रस्य दुर्व्यवहारविषये ज्ञापितम्. तेन च दौर्मनस्यात् चैत्रेण निरस्तः विवाहः. अग्रे पठतु. इह विवाहार्थं विचारणात् प्राग् एव मैत्रपुत्रस्य दुर्व्यवहारः प्राचलत्, तथापि अज्ञानात् जातकमेलनादि परस्परदर्शनं च निवृत्तम्. यदा तु दोषः ज्ञातः विघटितः विवाहः, अतः मैत्रपुत्रस्य दोषोऽयं न विद्यमानः सन् विवाहविरोधी, किन्तु ज्ञायमानः सन् अनुमितः. केवलं महोदय, अत्र केवलं निगमनवाक्यमेव वदतु, अत्र सन्दर्भः कः अस्ति सर्वैः अवगतम्. तत्र यदा तस्य ज्ञानं भवति तेन कारणेन एव तत् प्रतिबन्धकः भवति. यदि विरोधी कः? विरोधी तत्र मैत्रपुत्रस्य दुर्व्यवहारः. उत्तमं. दोषः नो चेत् दुर्व्यवहारः एव विरोधी. समीचीनं. तर्हि तत्र विरोधित्वं प्रतिबन्धकत्वं किं प्रति प्रतिबन्धकत्वं किं कार्यं प्रति प्रतिबन्धकत्वं? विवाहकार्यं प्रति प्रतिबन्धकत्वम्. उत्तमं. हा, बहु उत्तमं महोदय. मैत्रपुत्रस्य दोषः प्रतिबन्धकः भवति. किं प्रति? विवाहं प्रति प्रतिबन्धकः भवति. किन्तु तद्दोषं ज्ञायमान सः दोषः ज्ञायते चेदेव सः प्रतिबन्धकः भवति. न ज्ञातं चेत् विवाहं भवत्येव, कार्यं न निवृत्तं भवति इति कृत्वा एतदेव उदाहरणं. ज्ञायमानस्सन् प्रतिबन्धकत्वम् इति. अस्तु, अनुमितिप्रकरणे च अस्य वैज्ञानिकविरोधित्वस्य महान् उपयोगः. तस्य तत्त्वं तु हेतु अभास निरूपण अवसरे वक्ष्यते. इदानीम् अस्माकं मुख्यवर्गः यदस्ति खलु, तत्र पूर्ववर्गः यद् स्वरूपमहोदयेन चालयन्नस्ति तत्र हेत्वाभासविषये एव इदानीं पठन् सन्ति ते तर्हि न्यायमानवैज्ञानिकविरोधित्वस्य महान् उपयोगः अस्ति इति अनुमितिस्थले तदेव इत्युक्ते वैज्ञानिकविरोधित्वम् एव हेत्वाभासः इति हेतुः आभासः इत्युक्ते हेतुमिव अस्ति किन्तु वस्तुतः हेतुः नास्ति तत्र वक्ष्यते अग्रे वदति इति अस्तु धन्यवादः महोदय अग्रे इतोपि किञ्चित् समयः अस्ति इति कृत्वा प्रयोज्यप्रयोजकभावः एतदपि एतत् सर्वं वयं जानीमः निजन्तप्रयोगं खलु प्रयोज्यः प्रयोजकः इति अस्तु मेवन् महोदय पठति वा आम् आम् महोदय तत्र श्रीराम् महोदय अपि अस्ति महोदय श्रीराममहोदयेन उक्तं तस्य स्वास्थ्यं सम्यक् नास्ति इति अस्तु अस्तु प्रयोज्यप्रयोजकभावः कारणत्वप्रसङ्गात् प्रतिबन्धकत्वं निरूपितं तद्वदेव च प्रयोज्यप्रयोजकभावोऽपि ज्ञातव्यः यस्य पदार्थस्य प्रागभावो भवति यस्य उत्पत्तिः भवति तस्य इदं कारणम् इयं चास्य सामग्री इत्यादयः व्यवहाराः भवन्ति परन्तु यः पदार्थः नित्यः यस्य प्रागभावध्वंसौ न स्तः तथापि तु सः कदाचिदेव प्रतीयते कदाचित् न तादृशपदार्थविषयकः अयमुत्पन्नः नष्टः इति व्यवहारः नोचितो भवति घटादिपदार्थानां चक्रदण्डादिजन्यत्वमिव प्रकारताविशेषतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः परं ज्ञाने सत्येव विषयताः प्रतीयन्ते इच्छादिसविषयकपदार्थेषु सत्सु वा तेषाम् असत्त्वे हि प्रकारत्वादिविषयताः न प्रतीयन्ते अत्र अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ताः इत्युच्यन्ते यद्धि अजन्यमपि किञ्चिदधीनप्रतीतिकं तत् प्रयोज्यम् इति प्रयुक्तमिति वा उच्यते विषयत्वं पूर्वोक्तं तादृशम् अजन्यमपि तत् ज्ञानेच्छादिषु सत्सु एव भवति ज्ञायते वा नान्यदा विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते ज्ञानं तादृशविषयतायाः प्रयोजकम् इति उच्यते अस्तु इदानीं वदतु स्वशब्दैः वदतु पङ्क्तिशः न वक्तव्यं किञ्चित् पुनः अत्र प्रतिबन्धकत्वम् इत्यस्य विषये वयं ज्ञातवन्तः अधुना तथैव अत्रापि प्रयोज्यप्रयोजकभावे अपि भावः अपि ज्ञातव्यः प्रतिबन्धकत्वम् अत्र यदा वयं दृष्टवन्तः तत्र वैज्ञानिकविरोधः विरोधी अस्ति तर्हि तत्र यत् कार्यकारणभावः भावः अस्ति तत्र तद् ज्ञातव्यम् अत्रापि प्रयोज्यप्रयोजकभावः ज्ञातव्यं यस्य उत्पत्तिः भवति तस्य इदं कारणम् अथवा सामग्री इति वयं सर्वे जानीमः सामग्री इत्यादयः यद्वयं व्यवहारे वदेम तद्वयं जानीमः परन्तु कुत्रचित् पदार्थः नित्यः भवति तर्हि तस्य प्रागभावः अथवा ध्वंसः न भवति तथापि कदाचित् सः पदार्थः प्रतीयते कदाचित् न प्रतीयते इत्युक्ते कदाचित् वर्तते कदाचित् न वर्तते तादृशपदार्थविषये तत्पदार्थः उत्पन्नः अथवा नष्टः इति व्यवहारः न भवति अत्र उदाहरणमस्ति घटादिपदार्थानां चक्रदण्डादिजन्यत्वम् इव इत्युक्ते घटे घटादिपदार्थानां निर्माणार्थं चक्रदण्डादि जन्यत्वम् इति अस्ति इत्युक्ते तैः पदार्थैः एव घटादिपदार्थाः जायन्ते प्रकारताविशेषतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः अत्र प्रतीमः इत्यस्य अर्थः अहं न गच्छामि प्रतीतिः इति तत्र प्रतीमः इत्युक्ते न ज्ञास्यामः इति न जानीमः इति अर्थः प्रतीमः इत्युक्ते जानीमः इति अस्तु अस्तु न जन्यत्वं कुत्र प्रकारता विशेषतादिपदार्थानां न जन्यत्वम् इति केनचित् न जानीमः परं ज्ञाने सति एव विषयताः प्रतीयन्ते अस्तु इच्छादि सविषयकपदार्थेषु सत्सु तत्र षट् पदार्थाः इच्छादि सन्ति ते सविषयकपदार्थाः सन्ति तस्येषाम् अहं किञ्चित् ऊहं करोमि अत्र तेषां ज्ञानं नास्ति चेत् अपि अत्र कार्यम् उत्पद्यते एव इति मन्ये न अत्र अतः एव स्वशब्दैः वदतु इति मया उक्तम् इत्युक्ते अत्र कार्यं किं कारणं किम् इति यावत् अवगमनं नास्ति तावत् अत्र किमर्थम् एतादृशचिन्तनम् इति एव न बुध्यते यदि अजन्यम् अपि किञ्चिद् अधीनप्रतीतिकं तत् प्रयोज्यम् अस्तु तर्हि तत् वयं जानीमः येन यत् प्रयो यत् कारणं भवति तदेव प्रयोजक इति भवति ज्ञान अस्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति उच्यते ज्ञानं तद् तादृशविषयतायाः प्रयोजकम् अस्तु ज्ञानम् इति प्रयोजकं भवति या विषयता अस्ति तत् ज्ञानादिजन्या नास्ति परन्तु ज्ञानप्रयुक्ता इति वयं वक्तुं शक्नुमः इति ज्ञानमिति प्रयोजकं विषयता इति प्रयुक्ता इति भवति प्रयोज्यं समीचीनं तर्हि कस्य ज्ञानं प्रयोजकं कस्मिन् विषयता प्रयोज्यम् इति वदतु कस्मिन् ज्ञानं प्रयोज्यं खलु न न कस्मिन् नास्ति भवान् समीचीनतया उक्तवान् ज्ञानं प्रयोजकः विषयता प्रयोज्या इति अस्तु तर्हि ज्ञानं प्रयोजकं विषयता प्रयोज्या अस्ति चेत् इदानीं सन्दर्भः उदाहरणं स्वीकृत्य प्रतिपादयतु यदा अस्य ज्ञानं भवति तदा एव तस्मिन् विद्यमानविषयता प्रयोज्या भवति इति तस्मिन् विद्यमानविषयता प्रयोज्या भवति अस्तु घटादि अयं घटः इति ज्ञानं घटे विषयता अस्ति तद्विषय घटे विषयता न अत्र इतोपि ज्ञानं विषयतासम्बन्धेन घटे वर्तते खलु समीचीनम् इदानीं वदतु तदेव अत्र विषयता इति प्रयोज्या भवति अयं घटः इति ज्ञानं प्रयोजकं प्रयोजकः इति हा समीचीनम् इत्युक्ते ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति स्थितिः तद् अस्माभिः अधीतं खलु एतद् परिचितः विषयः ज्ञानं विषयतासम्बन्धेन घटे विषये वर्तते घटः अयं घटः इति ज्ञानस्य ज्ञाने अयं घटः इति ज्ञानं विषयतासम्बन्धेन विषये वर्तते तर्हि तत्र ज्ञानं प्रयोजकं भवति विषयतासम्बन्धः यदा ज्ञानं भवति तदा एव ज्ञानं विषये विषयतासम्बन्धेन वर्तते इति वक्तुं शक्यते खलु तर्हि घटे कल्प्यमानविषयता विषयतायाः प्रयोजकः अस्ति ज्ञानम् यावत्पर्यन्तं ज्ञानं न उत्पद्यते तावत्पर्यन्तं घटे विषयता अपि न जायते सत्यं हा तद् अत्र मम अतिलघुबालकः शिशुः अस्ति चेत् तस्मिन् आत्मनि अयं घटः इति ज्ञानं न उत्पद्यते किमर्थम् इत्युक्ते तस्मिन् एतत् अयं घटः इति विषयता या अस्ति घटे सा विषयता सः न अवगच्छति एव अतः तस्मिन् एतत् ज्ञानं न उत्पद्यते. अस्तु, किं कुर्मः, अत्र समयः जातः इति कृत्वा अत्र स्थगयामः. किन्तु एतदेव समीचीनम् इत्युक्ते ज्ञानं प्रयोजकं भवति, ज्ञाननिष्ठप्रयोजकतानिरूपितप्रयोज्यता आश्रयः विषयता इति एव चित्रं. तर्हि ज्ञानम् अपि च विषयता अनयोः मध्ये प्रयोजकप्रयोज्यभावः निरूपणीयः, अपि च तादृशनिरूपणेन प्रयोजनं किम् इति अपि अवगन्तव्यम्. तर्हि सर्वे एकवारम् अत्र परिचयद्वयं परिचयद्वयं पुनः पठन्तु, अग्रिमवर्गे ततः आरब्धं कुर्मः. अस्तु अस्तु अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः.